सर्वेषां गीतासोपानवर्गं प्रति स्वागतं. भगिनी सुभाषितं स्मारयतु. रूपमधिकं प्रच्छन्नगुप्तं धनम् विद्या भोगकरी सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनम् विद्या विहीनः पशुः. श्रीगुरुभ्यो नमः. धन्यवादाः. लृट्लकारः इत्यस्य अनुवर्तनं भवति अद्यापि. तदर्थं 14-100 पुटं पश्यन्तु. तस्मिन् पुटे द्वितीयः अभ्यासः समापितः अथवा परिशीलितः. तस्मात् परं तस्मिन्नेव पुटे केचन श्लोकाः दत्ताः. एते श्लोकाः भगवद्गीतातः उद्धृताः. प्रत्येकस्मिन् श्लोके लृट्लकाररूपं दत्तमस्ति. लृट्लकाररूपम् उपस्थितं तेषु श्लोकेषु. लृट्लकाररूपं चित्वा रूपस्य चयनं कृत्वा वक्तव्यं. भवन्तः जानन्ति चेत् रूपसिद्धिः कथं भवति इत्यपि वक्तव्यं. नो चेत् चिन्ता मास्तु, रूपसिद्धेः प्रसङ्गः अत्र अनावश्यकः एव. अपि च अस्माकं विषयः तु लृट्लकारः. भवति इति भूधातुतः निर्मितं लट्लकाररूपं. भविष्यति इति भूधातुतः निर्मितं लृट्लकाररूपमस्ति. भवति लट्लकारः, भविष्यति लृट्लकारः. लट्लकारः सार्वधातुकलकारः, लृट्लकारः आर्धधातुकलकारः. तस्य अर्थः कः, तादृशं नामकरणं किमर्थं कृतमस्ति इत्यस्मिन् प्रसङ्गे किञ्चित् वक्तुमिच्छामि. सार्वधातुकप्रत्ययः भिन्नः, सार्वधातुकलकारः भिन्नः. द्वयोर्मध्ये भेदः अस्ति. प्रत्ययः लकारः द्वयोर्मध्ये भेदः अस्ति. तयोः प्रसङ्गे भ्रमः मास्तु. तिङन्तरूपसाधनवेलायां साधारणतया वयम् अस्माकं विवक्षानुगुणं धातुं स्वीकुर्मः. अस्माकं विवक्षानुगुणं लकाररूपं साधयामः. लट्लकाररूपं साधयितुमिच्छामश्चेत् तत्र सोपानानि कानि, तत्र सोपानेषु क्रमः अस्ति. क्रमः अस्ति इति अस्माभिः अवगन्तव्यं. सोपानेषु तत्र कार्याणि भवन्ति. उदाहरणार्थं भवति इति रूपसाधनवेलायां भू इति धातुं स्वीकुर्मः. लट् वर्तमाने इति एकं सूत्रमस्ति. तेन सूत्रेण लट् इति लकारप्रत्ययः आयाति. लट् इति लकारप्रत्ययः. लकाराः अपि प्रत्ययाः एव. दशलकाराः सन्ति चेदपि तत्र लकाराः अपि प्रत्ययाः एव. लट् इत्यत्र यः हल् वर्णः अस्ति, टकारः हलन्त्यम् इत्यनेन इत्संज्ञकः भूत्वा तस्य लोपः इत्यनेन अपगच्छति, तत्र ला एव शिष्यते. दशसु लकारेषु एतादृशी स्थितिः अस्ति. लकाराः अपि प्रत्ययाः एव. तत्र अकारः उच्चारणार्थः ला एव अवशिष्यते. तत्र ला स्थाने लस्य इति सूत्रेण तिप् प्रत्ययः आयाति. किमर्थं चेत् प्रथमपुरुषे एकवचनविवक्षा अस्ति इति कारणतः तिप् प्रत्ययः आयाति. तिप् प्रत्ययः धातोः परम् आदौ आयाति. इत्युक्ते भू इति धातुः अस्ति, तस्मात् परं तिप् इति प्रत्ययः अस्ति. तिप् प्रत्ययः लकारस्य स्थाने आगतः, लस्य सूत्रेण आगतः. तदर्थं तत्र स्थितिः का, भूधातुः तिङ्प्रत्ययं साक्षात् पश्यति, अथवा धातुना तिङ्प्रत्ययः दृश्यते. धातु तिङ्प्रत्ययोः मध्ये सम्पर्कः अस्ति अथवा स्पर्शः अस्ति. मध्ये कोऽपि अन्यप्रत्ययः नास्ति अथवा मध्ये किमपि व्यवधानं नास्ति अथवा कोऽपि अन्यप्रत्ययः नास्ति, अतः धातुदिङ्प्रत्ययोः मध्ये गणविकरणप्रत्ययः आगन्तुं शक्नोति. भूधातुः अस्ति, भूधातुः भुवादिगणे अस्ति इति कारणतः गणविकरणप्रत्ययः धातुतिङ्प्रत्ययोः मध्ये आगन्तुं शक्नोति. धातुः भुवादिगणे अस्ति इति कारणतः शप् इति गणविकरणप्रत्ययः मध्ये आयाति. तत्र सारांशः कः? यत्र यत्र धातुना तिङ्प्रत्ययः दृश्यते तत्र एव गणविकरणप्रत्ययः आगन्तुं शक्नोति. भिन्नरीत्या वदामि चेत्, यस्यां प्रक्रियायां धातुना तिङ्प्रत्ययः दृश्यते तस्यां प्रक्रियायां गणविकरणप्रत्ययः आगन्तुं शक्नोति. सा प्रक्रिया एव सार्वधातुकप्रक्रिया. इत्युक्ते अन्यासु प्रक्रियासु तादृशी स्थितिः नास्ति. इत्युक्ते यत्र यत्र धातुना तिङ्प्रत्ययः न दृश्यते तत्र गणविकरणप्रत्ययः आगन्तुं न शक्नोति. ते लकाराः एव आर्धधातुकलकाराः. लृट् लकारः आर्धधातुकलकारः. भूधातोः लृट् लकाररूपं भविष्यति. तत्र कीदृशक्रमः अस्ति? कस्मिन् स्तरे, कस्मिन् सोपाने तिङ्प्रत्ययः आयाति इति प्रश्ने सति तत्र भेदः अस्ति. तत्र क्रमः भिन्नः. लट् लकारप्रसङ्गे क्रमः भिन्नः. इत्युक्ते तिङ्प्रत्ययः धातोः परम् आदौ एव आयाति लट् लकारप्रसङ्गे. किन्तु लृट् लकारप्रसङ्गे आदौ स्यतासील् रूलुटोः इति सूत्रेण स्या इति लकारनिमित्तिकविकरणप्रत्ययः आदौ आयाति. लृट् लकारः अर्धधातुकलकारः. लृट् लकारप्रत्ययः विधीयते लृट् इत्यत्रापि. टकारः इति संज्ञकः, ऋकारः उच्चारणार्थः, लकारः एव शिष्यते. लृट् लकारे धातोः परम् आदौ स्या इति लकारनिमित्तिकविकरणप्रत्ययः आयाति. आदौ लकारनिमित्तिकविकरणप्रत्ययः स्या प्रत्ययः आयाति, न तु तिबादयः. तिबादयः न आयान्ति आदौ. धातोः परं स्या प्रत्ययः स्यतासील् रूलुटोः सूत्रेण आयाति. तत्र स्थितिः का? भूयोगः स्या इति स्थितिः अस्ति. तस्मात् परमेव तिङ्प्रत्ययः आयाति. इत्युक्ते तत्र धातुना तिङ्प्रत्ययः साक्षात् न दृश्यते. द्वयोर्मध्ये स्या इति अन्यप्रत्ययः अस्ति. धातुतिङ्प्रत्ययोः स्पर्शः नास्ति, धातुतिङ्प्रत्ययोः सम्पर्कः नास्ति. मध्ये व्यवधानरूपेण स्या इति लकारनिमित्तिकविकरणप्रत्ययः मध्ये अस्ति इति कारणतः लृट् लकारे धातुः तिङ्प्रत्ययं द्रष्टुं न शक्नोति. यस्मिन् लकारे धातुना तिङ्प्रत्ययः न दृश्यते तत्र गणविकरणप्रत्ययः आगन्तुं न शक्नोति. सः लकारः एव आर्धधातुकलकारः. लृट् लकारे तादृशी स्थितिः अस्ति. लृट् लकारे गणविकरणप्रत्ययः आगन्तुं न शक्नोति. किमर्थं चेत् धातुना तिङ्प्रत्ययः न दृश्यते. धातुः तिङ्प्रत्ययं द्रष्टुं न शक्नोति. तादृशी स्थितिः सर्वेषु आर्धधातुकलकारेषु अस्ति. षट् लकाराः आर्धधातुकाः. तेषु षट्सु आर्धधातुकलकारेषु एतादृशी स्थितिः अस्ति. किन्तु तत्र चतुर्षु लकारेषु लकारनिमित्तिकविकरणप्रत्ययः आयाति. किन्तु लिच्य लिङ्गाशीषि इति सूत्रद्वयमस्ति. साक्षात् पाणिनिना एव उक्तमस्ति यत् एतौ लकारौ आर्धधातुकौ इति पाणिनिः एव साक्षात् उक्तवान्. इत्युक्ते आशीर्लिङ्गलकारः अपि च लिट् लकारः, एतत् लकारद्वयम् अर्धधातुकलकारद्वयम् एव. यद्यपि तत्र लकारनिमित्तिकविकरणप्रत्ययः नास्ति, किन्तु अन्येषु चतुर्षु आर्धधातुकलकारेषु लकारनिमित्तिकविकरणप्रत्ययः धातुतिङ्प्रत्ययोः मध्ये व्यवधानरूपेण आगत्य उपविशति इति कारणतः धातुना तिङ्प्रत्ययः न दृश्यते. तादृशी स्थितिः तत्र अस्ति. आहत्य सारांशः कः? सार्वधातुकलकारेषु धातुना तिङ्प्रत्ययः दृश्यते. आदौ धातोः परं तिङ्प्रत्ययः आयाति, किन्तु आर्धधातुकलकारेषु धातुना तिङ्प्रत्ययः न दृश्यते. तत्र कारणं किम् इत्युक्ते मध्ये स्या इति प्रत्ययः व्यवधानरूपेण उपस्थितम्. इत्युक्ते क्रमः अस्ति. प्रत्ययानाम् आगमनं कथं भवति, कस्मिन् स्तरे तिङ्प्रत्ययः आयाति, कीदृशक्रमः अस्ति इति मनसि भवेत्, सः एव मुख्यभेदः, तदेव अत्र पार्थक्यम् अस्ति. आर्धधातुकप्रक्रिया कीदृशी अस्ति, सार्वधातुकप्रक्रिया कीदृशी अस्ति इति चिन्तयामश्चेत् तत्र स एव तत्र भेदः अस्ति. एतादृशक्रमः अस्ति इत्युक्ते लृट्लकाररूपेषु तिङ् प्रत्ययस्य आनयनात् पूर्वमेव स्याप्रत्ययः तत्र आगत्य तिष्ठति, आगत्य उपविशति. एतत् सर्वं कथं ज्ञायते? एतदर्थं प्रमाणमस्ति वा? सूत्राणि एव प्रमाणानि. स्यतासील् रू लुटोः इति सूत्रेण स्या इति लकारनिमित्तिकविकरणप्रत्ययः आदौ लृट्लकारे तिङ् प्रत्ययस्य आनयनात् पूर्वमेव आगत्य तत्र तिष्ठति इति कृत्वा आर्धधातुकलकारेषु अथवा लृट्लकारे गणविकरणप्रत्ययः न आयाति. लृट्लकाररूपेषु गणविकरणप्रत्ययस्य चिन्तनम् अनावश्यकं, किन्तु तत्र इडागमचिन्तनं करणीयम्. सार्वधातुकलकारेषु इत्युक्ते लट्लकाररूपसिद्धौ धातुः कस्मिन् गणे अस्ति इति अवश्यं चिन्तनीयम्, अवश्यं द्रष्टव्यम् इति तत्र भेदः अस्ति. आहत्य अत्र सारांशः कः? भवति इति लट्लकाररूपं, भविष्यति इति लृट्लकाररूपं, किं रूपं साधयामः, कीदृशी प्रक्रिया स्वीकर्तव्या इति अस्माकं मनसि स्पष्टता भवेत्. इत्युक्ते प्रक्रिया सार्वधातुकप्रक्रिया वा आर्धधातुकप्रक्रिया वा इति आदौ एव अस्माकं मनसि स्पष्टता आवश्यकी. अन्यः विषयः एकः अस्ति, भविष्यति इति रूपसिद्धौ स्या इति प्रत्ययः आदौ आयाति लकारनिमित्तिकविकरणप्रत्ययः. तत्र भू इति धातुरूपी अङ्गमस्ति, स्याप्रत्ययं निमित्तीकृत्य भू इति धातुरूपी अङ्गे सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यं भवति. अङ्गकार्यं भू इति धातुरूपी अङ्गे गुणकार्यं भवति, अङ्गकार्यं भवितुं तत्र प्रत्ययः आवश्यकः. प्रत्ययः नास्ति चेत् अङ्गे कार्यं न भवति, अङ्गकार्यं भवितुं प्रत्ययः आवश्यकः, किन्तु सन्धिकार्यार्थं प्रत्ययः अनावश्यकः. आदौ भू भो भवति, पश्चात् एचोयवायावः इति सन्धिसूत्रेण यान्तवान्तादेशसन्धिः भवति. सन्धिकार्यं भवितुं प्रत्ययस्य आवश्यकता नास्ति. सार्वधातुक अर्धधातुकयोः इति सूत्रेण अङ्गकार्यं भवति, धातुरूपी अङ्गे कार्यं भवति. सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रसङ्गे अङ्गस्य इति सूत्रस्य अधिकारः अस्ति. इत्युक्ते अङ्गकार्यं भू इति धातुरूपी अङ्गे स्याप्रत्ययं निमित्तीकृत्य गुणकार्यं सार्वधातुक अर्धधातुकयोः सूत्रेण भवति, किन्तु सन्धिकार्यार्थं प्रत्ययस्य अवसरः नास्ति इति एका वार्ता. अपि च भविष्यति इत्यत्र आदेशप्रत्ययोः इति सूत्रेण षत्वमपि भवति. किमर्थम् एतद् उक्तं मया इत्युक्ते केवलं स्मारितवती. इदानीं वयम् अस्माकं पुस्तकं प्रति सरेम. 14 पुटं पश्यन्तु. तस्मिन् पुटे श्लोकाः सन्ति. अपि च गते वर्गे नारायणः इति पदम् आगतं खलु, अरविन्दमहोदयेन उक्तमेव. तत्रापि पूर्वपदात् संज्ञायामगः सूत्रेण एव अणत्वं भवति. गते वर्गे अहम् ऊहां कर्तुं न शक्तवती. साधारणतया बहुव्रीहिसमासः तस्मिन् पदे अस्ति चेत् लिङ्गपरिवर्तनं भवति इति स्मर्तव्यः अंशः. अयनम् इति ल्युडन्तपदम्, किन्तु नारायणः इत्यत्र पुंलिङ्गपदमस्ति. नारायणः इति पुंसि अस्ति खलु. विग्रहवाक्यं कथं भवति? नारम् अयनं यस्य सः इति विग्रहवाक्यमस्ति. नारम् अयनं यस्य सः. साधारणतया बहुव्रीहिसमासयुक्तपदेषु लिङ्गपरिवर्तनं दृश्यते इति स्मर्तव्यः अंशः. नराणां समूहः नारं, बकानां समूहः बाकं, वनानां समूहः वानं, जपानां समूहः जापम्, इमानि पदानि सन्ति. नारायणः इति पदस्य प्रसङ्गे किञ्चित् पठितम् अस्माभिः, अपि च प्रत्येकं धातोः अर्थः अस्ति इति अपि अस्माभिः ज्ञातमेव. प्रत्येकं धातोः अर्थः कीदृशसमीचीनः अस्ति पश्यन्तु. केवलं पठामश्चेदेव मनसि आनन्दः जायते खलु. पच् धातोः अर्थः तण्डुलादीनां मृदुभवनं, विक्लित्य अनुकूलव्यापारः. गम् धातोः अर्थः उत्तरदेशसंयोगानुकूलव्यापारः वृद्धधातोः अर्थः वर्धनानुकूलव्यापारः खाद् धातोः अर्थः गलविलाधसंयोगानुकूलव्यापारः भूधातोः अर्थः सत्तानुकूलव्यापारः पठ् धातोः अर्थः वाचनानुकूलव्यापारः भज् धातोः अर्थः प्रीत्यनुकूलव्यापारः पत् धातोः अर्थः अधोदेशसंयोगानुकूलव्यापारः एवं प्रत्येकं धातोः अर्थः अस्ति अस्माभिः एते अर्थाः ज्ञातव्याः इति वार्ता धातुपाठे वयं पश्यामः भूसत्तायां तदेव पश्यामः तु भगिनी यदा उक्तवती इदानीं तत् तत् सः अर्थः कुत्र भवति भगिनि कुत्र दर्शनीयं धातूनाम् अतः धातुपाठे केवलं भू इत्युक्ते सत्तायां तदेव दत्तं न भगिनी उक्तवती इदानीम् एकं वाक्यरूपेण उक्तवती तत् वाक्यरूपेण अर्थः कुत्र भवति यदा उक्तवती न इदानीं कारकस्य पुस्तकं वदामि तत्र धातवः धातवः अन्यथा उपद्विसहस्रं धातूनाम् अर्थाः तत्र सन्ति वा उदाहरणानि सन्ति भगिनी त्वं रचयति रचयति भाषा भाषासार अहं कानिचन ध्वनिमुद्रणानि श्रुतवती वैयाकरणभूषणसारः इति डाक्टर् सौम्या भगिन्या पाठितं किन्तु तत्र प्रत्येकं धातोः अर्थं न उक्तवती भगिनी भूषणसारः इत्यस्मिन् बहवः विषयाः चर्चिताः भगिन्याः प्रश्नः कः उपद्विसहस्रं धातूनाम् अर्थाः कुत्र लभ्यन्ते मातृभिः कृतं पुस्तकमस्ति धातुपाठः इति पुस्तकमस्ति तस्मिन् पुस्तके केवलं धातोः अर्थः किञ्चिदेव दत्तमस्ति अपि च हिन्दीभाषायाम् अस्ति सौम्या भगिन्या यदुक्तमस्ति तदेव अहं पुनः स्मारितवती तदेव एकं पुस्तकम् अस्ति संस्कृतभारत्यां मध्ये सार्थ सार्थ धातुपाठ पीठिका इति नाम्ना तत्र मया न दृष्टं पुस्तकं किन्तु सार्थम् इति दत्तमस्ति अर्थसहित धातु धातुपीठिका इति तत्र मिलति वा न इति द्रष्टव्यम् अस्तु चिन्तयामः भवन्तः जानन्ति वा एतान् श्लोकान् जानन्ति वा दर्शना भगिनी भवती श्लोकान् पठितुमिच्छति वा आम् अहं पठितुं शक्ति भवतः प्रसादतरिष्यसि चेत्महङ्कारा न शोष्यसि न क्षम्यतां न शोष्यसि विनंश्यसि यद् यदहङ्कारमाश्रित्य न योत्सैति मन्यसे विद्यैष व्यवसायसे प्रकृतिस्त्वान्नियोक्ष्यति स्वभावदेन कौन्येय निबद्धस्वेन कर्मणा कर्तुन्नेच्छसि यन्मोहात् करिष्यस्य वशोऽपि तत् ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ब्राह्मयन् सर्वभूतानि यन्त्रानि मायया तमेव शरणं गच्छ सर्वभावेन भारत तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् इति ते ज्ञानाख्यातम् अस्मिन् पुस्तके किं दत्तमस्ति पुस्तकात् पठन्ति वा हा पुस्तकात् एव अहं पठितवती अस्तु पठतु तत्र किं दशश्लोकान् तावत् सन्ति गीतासोपानं सोपानम् इति पुस्तकात् प्रथमं श्लोकं पुनः पठित्वा तस्मिन् श्लोके लृट् रूपाणि च चित्वा वदतु. पश्चित्तः सर्वदुर्गाणि मत्प्रसादात् तरिष्यसि अथ चैवमहङ्कारात् न श्रोष्यसि विनंश्यसि. तत्र तरिष्यसि धातु श्रुष्यसि श्रुधातु तत्र वि इति उपसर्गपूर्व नश् इति धातु. उत्तम. अत्र तरिष्यसि इति रूपमस्ति. तरिष्यसि इति रूपं सुलभमेव. शुभदा भगिनि भवती वदतु. आं भगिनि, तरिष्यसि इति तृ धातुः तृतरणे तस्य लृट् लकारः मध्यमपुरुषे एकवचने तृ इति अकर्मकधातुः तस्य लृट् लकारे स्यति स्यसि इति प्रत्ययः तस्य इडागमः भवति. धातुः सेट् धातुः अपि च स्य इति सेट् प्रत्ययः अतः तत्र इडागमः भूत्वा तरि इति भवति. तदनन्तरम् आदेशप्रत्यययोः इत्यनेन तत्र मूर्धन्यषकारः आगत्य तरिष्यसि इति रूपं भवति. अकर्मकः इति उक्तवती, एकवारं चिन्तयतु. गत्यर्थक अस्ति वा न जानामि. किं वक्तुमिच्छामि, धातुः तु सकर्मकः एव. किमर्थं चेत् नदीं तरति इति वाक्यं साधु खलु. आं भगिनि, अस्तु अस्तु. हा हा, पूर्वदेशात् निर्गमनम् अनन्तरम् अन्यप्रदेशात् आगमनम् इति फलं भवति. कर्ता तस्य फलं कर्तारं भवति, अतः सकर्मकः भवति. एकस्मात् प्रदेशात् तस्य निर्गमनं भवति, अनन्तरं सः आगच्छति अन्यप्रदेशे अन्यस्मिन् प्रदेशे. अतः तत्र कर्मस्य फलं भवति कर्तारं प्रति. अतः तृ इति धातु सकर्मकः भवति इति अहं वक्तुम् इच्छामि भगिनि. उत्तमं, तादृशचिन्तनमपि साधु. सकर्मकधातुः नदीं तरति इति वाक्यं शृणुमः चेत् सकर्मकः इति वक्तुं शक्यते. तृधातोः प्रसङ्गे अहं किं ज्ञातवती, वृतो वा इति एकं सूत्रमस्ति. वृतो वा इति सूत्रेण विकल्पेन भवति. रूकारान्तधातुभ्यः इट् आगमः भवति चेत् तत्र दीर्घत्वं विकल्पेन भवति इति. इडागमः विकल्पः इति अर्थः नास्ति. इडागमः भवति, तस्मात् परं दीर्घत्वं विकल्पेन भवति इति कृत्वा तरिष्यति इति एकं रूपमस्ति, तरिष्यति इति अन्यद् रूपमपि अस्ति. अत्र रूपद्वयं सिद्ध्यति. वृतो वा इति सूत्रेण विकल्पेन रूपद्वयं सिद्ध्यति. सूर्यकुमारी भगिनी, श्रोष्यति रूपं साधयतु. श्रुधातुः आर्धधातुकप्रत्ययस्य अर्धधातुक सार्वधातुक अर्धधातुकयोः सूत्रेण अङ्गकारं भवति. श्रु श्रो भवति. आदेशप्रत्ययोः सूत्रेण सकार षकार भवति. अङ्गकार्यं तदनन्तरं सन्धिकार्यं न भवति. श्रोष्यसि एव मध्यमपुरुष एकवचनं. धातुः ईगन्तधातुः, अतः सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भूत्वा श्रु श्रो भवति. ओकारः अपि इन् प्रत्याहारस्थवर्णः अस्ति इति कारणतः आदेशप्रत्ययोः इत्यनेन षत्वं भूत्वा श्रोष्यति इति रूपं भवति. विनङ्क्ष्यसि भवती वक्तुमिच्छति वा किञ्चित्? नश्यति वि उपसर्गं भगिनि. आं, कोऽपि वदतु. अत्र सन्धिकार्यमपि परसवर्णसन्धिकार्यमपि अस्ति. अत्र परसवर्णसन्धेः कार्यमस्ति. अत्र इतोपि बहूनि कार्याणि सन्ति. अहं प्रयत्नं कृतवती, परन्तु सम्यक् वक्तुं शक्नोमि वा न जानामि, परिश्रमं करोमि. नश इति धातुः नो नः इति सूत्रेण नकारस्य नकारः भवति प्रथमं, सो धातुः भवति नश् इति. नश् योग लृट् प्रथमं, लृट् तस्य स्थाने स्या इति आगच्छति, नश् योग स्या, अनन्तरं ति आयाति, नश् योग स्यति इति भवति. स्यातसि लुलुटोः इति सूत्रेण सर्वं नश् योग स्या योगति नश्यति. अनन्तरम् अत्र नश् नुमागमः, अत्र नुमागमः भवति भगिनी, नुमागमः भवति मस्जि नशोः झलिपरे नुमागमः भवति. नुमागमः मिदचोन्त्यात् परः इति सूत्रेण न आ अकारस्य अनन्तरम् आगच्छति, नन्श योग स्यति, स्यति अर्थ इट् आगमः भवति, नश् स्यति द्वयो अपि इड् अनुकूलः अस्ति, अतः नन्श इष्यति इति रूपम्. तत्र किञ्चित् वक्तुमिच्छामि, नश् धातुः वेट् धातुः, वेट् धातुः रथादिभ्यश्च इति सूत्रेण नश् धातुः वेट् भवति. वेट् इति कथनेन विकल्पेन इडागमः भवति. इदं रूपम् इडागमरहितं रूपम्, इडागमरहितं रूपं नङ्क्ष्यति, इडागमसहितं रूपं नशिष्यति. इडागमरहितं रूपं दत्तमस्ति, वदतु. इडागमरहितं रूपं भवति नुमागमनागरूपं नञ्श योगस्यति, इडागमसहितरूपं भवति नश् योग इष्यति इति. अनन्तरं स्कोः संयोगाद्योः अन्ते च इति सूत्रेण तस्य प्रसक्तिः अत्र किमर्थमस्ति, कारणं किम्? नकारः षकारः संयोगः अस्ति, अतः स्कोः षकारस्य सकारः भवति. तस्य आवश्यकता नास्ति, यथा भवती उक्तवती मस्जि नशोर्झलि इति सूत्रमस्ति. मस्जि नशोर्झलि इत्युक्ते मस्जि धातोः प्रसङ्गे नश् धातोः प्रसङ्गे अस्य सूत्रस्य कार्यमस्ति. झलि परे नुमागमः भवति, मिदचोन्त्यात् परः इत्यनेन नुमागमः भवति इति तु सत्यं. तत्र नञ्श् इति रूपम् अस्ति. पश्चात् अयं धातुः तालव्यशकारान्तधातुः अस्ति इति कारणतः अत्र व्रश्च भ्रश्च सृज मृज यज राज भ्राज छशांशः इति सूत्रेण अन्ते स्थितस्य तालव्यशकारस्य स्थाने मूर्धन्यशकारादेशः भवति, खलु? परन्तु अष्टाध्यायी डाट् काम् मध्ये सोः संयोगाद्योः अन्ते च इति एक सोपानम् अपि अस्ति भगिनि. तेन सूत्रेण अत्र किं कार्यं भवति? अहं सूत्रस्य विवरणं न पश्यामि. अत्र कीदृशपरिवर्तनं दृश्यते तेन सूत्रेण, कीदृशपरिवर्तनं जातम्? परिवर्तनं नञ् अस्ति न, तद् नञ्स् अभवत्, षकारस्य सकारः अभवत् भवति अत्र, अतः नञ्स् योग स्यति इति रूपम्. तालव्यषकारान्तधातुः अस्ति इति कारणतः व्रश्च भ्रश्च इति सूत्रेण मूर्धन्यषकारादेशः भवति इति मम चिन्तनमस्ति. तत् भवितुमर्हति भवने, किमर्थं चेत् षकारस्य षकारः भवति न, प्रश्च प्रश्च इति सूत्रेण, अतः नन्स् न भवति अपि सम्यक् एव अहं चिन्तयामि. सकारः अस्ति चेत् व्रश्च भ्रश्च सूत्रं कार्यं न करोति न, षकारस्य एव षकारः भवति. परन्तु अष्टाध्याय डाट् काम् मध्ये स्कोः संयोगाद्योः अन्ते च अपि अस्ति. कुत्रचित् तत्र दोषाः सन्ति इति वक्तुं शक्यते वा? वक्तुं शक्यते, वयं भ्रष्टकार्यं करोति भगिनि अत्र. तत्र स्कोः संयोगाद्योरन्ते च इत्यस्य अवसरः नास्ति इति अहं चिन्तयामि. प्रथमं तु नश्चापदान्तस्य झलि इत्यनेन अपदान्त नकारः अस्ति खलु, तस्य अनुस्वारः भवति नञ्श् इति भवति. तस्मात् पूर्वम् इतोपि सोपानानि सन्ति, गोमती भगिनी कृपया वदतु. प्रथमं तु नो नः नश् नस्यति, अनन्तरं नुमागमः भवति मस्जिनोषोः झलि इति सूत्रेण, मस्ज नश धातोः झलि परे नुमागमः भवति इति एकं सोपानमस्ति भगिनि. नकारस्य अनुस्वारः अन्ते भवति. इदानीं तु नुमागमेन कारण नुमागमः इत्यनेन कारणेन नंश इति भवति, नंश योगस्यति. अनन्तरं प्रश्च भ्रश्च सृज यज इति दीर्घसूत्रेण शकारस्य शकारः भूत्वा नंश योगस्यति भवति. व्यस्तरूपेण नश योग इस्यति अपि अस्ति. अनन्तरं षकारस्य ककारः भवति षडोः कः सि इति सूत्रेण, तो नन्क् योगस्यति इति भवति. नन्क् योगस्यति अत्र नन्क् योगस्यति इति भवति आदेशप्रत्ययोः इति सूत्रेण. अनन्तरं नश्च पदान्तस्य झलि इति सूत्रेण नन्क् अत्र नकारस्य स्थाने अनुस्वारः भवति, नम्क् इति भवति. अनन्तरम् अनुस्वारस्य ई परसवर्णः आगच्छति, अनुस्वारस्य स्थाने ककारस्य परसवर्णः रूपेण ङकारः आगच्छति, नङ्क्ष्यति इति रूपम्. उत्तमम्. अत्र धातुः वेट् धातुः अस्ति इति कारणतः रूपद्वयं सिद्ध्यति, नशिष्यति इति एकं रूपम् अस्ति, नङ्क्ष्यति इति अन्यद् रूपम् अस्ति. अत्र इडागमरहितं रूपं दत्तमस्ति नङ्क्ष्यसि इत्यत्र. अपि च भगिन्या उक्तं मस्जि नसोर्झलि इति सूत्रेण नुमागमः भवति चेदेव अन्यानि सोपानानि द्रष्टुं शक्नुमः इति तत्र वार्ता अस्ति. अत्र श्रोष्यति अथवा श्रोष्यसि इति पदम् अस्ति. सूर्यकुमारी भगिनी भवती वदतु तस्य अर्थः कः? श्रोष्यसि श्रवणं करिष्यति. आङ्ग्लभाषायां लिसनिङ्ग् हियरिङ्ग् इति पदद्वयमस्ति, भेदः अस्ति खलु तयोर्मध्ये? लिसनिङ्ग् हियरिङ्ग्. आम् दर्शना भगिनी कृपया वदतु द्वयोर्मध्ये भेदः कः? इत्युक्ते मनसः अस्ति, परन्तु हियरिङ्ग् इत्युक्ते कर्णौ एव कार्यं करोति, न तु मनः. उत्तमम्. अत्र किं वदति न श्रोष्यसि इत्युक्ते न अवधारयसि इति अर्थः, इत्युक्ते मनसः कार्यमपि तत्र अस्ति. श्रोष्यसि इत्युक्ते अवधारयसि, लिसनिङ्ग् इति अर्थः अस्ति. अपि च नङ्क्ष्यसि इत्युक्ते अधः पतनं प्राप्नोति. अत्र अनिट् रूपं स्वीकृतमस्ति इति चिन्तनीयः विषयः. अस्मिन् श्लोके मत् प्रसादः इति पदमस्ति. मत् प्रसादः तत्र समासः अस्ति, षष्टितत्पुरुषसमासः अस्ति. मम प्रसादः एव मत् प्रसादः, तव प्रसादः त्वत्प्रसादः, षष्टितत्पुरुषसमासः अस्ति. अग्रे गन्तव्यं. द्वितीयश्लोके शोभा भगिनी रुटिरूपाणि चित्वा वदतु. भगिनी नमस्ते, अद्य शृणोमि भगिनी. चिन्ता मास्तु. रोहिणी भगिनी भवती वदतु द्वितीये श्लोके किं दत्तमस्ति. यदहङ्कारमाश्रित्य न योच्य इति मन्यसे नित्यैष व्यवसायस्ते प्रकृतिस्त्वं नियोक्ष्यति. नि उपसर्गपूर्वक इज् धातोः योक्ष्यति इति रूपं लट्रूपं युज्योग स्ययोग ति. अत्र जकारस्य ककारः भविष्यति भवति, सकारस्य षकार मूर्धन्यषकार इन्कोः इति सूत्रेण शब्दं भवति नियोक्ष्यति इति रूपं भवति सिद्ध्यति. उत्तमम्. अत्र नी उपसर्गपूर्वकः युज् धातोः रूपमस्ति. युज् धातुतः स्याप्रत्ययः परः अस्ति इति कारणतः, युज् धातुः उदुपधधातुः अस्ति इति कारणतः, पुगन्तलघुपधस्य च इत्यनेन गुणकार्यं भूत्वा योज् भवति. युज् इत्यस्य रूपं योज् भवति. अपि च अन्ते जकारः अस्ति, जकारः अस्ति तस्मात् परं स्या इति प्रत्ययः अस्ति. तत्र झलि परे चोः कुः इति सूत्रेण आदौ जकारस्य स्थाने गकारः आयाति. किमर्थं चेत् तत्र कवर्गीयवर्णेषु गकारः द्वितीयवर्णः, चवर्गे जकारः द्वितीयवर्णः. अतः तत्र चोः कुः इति सूत्रेण आदौ जकारस्य स्थाने गकारः आयाति, पश्चात् खरिच सूत्रेण तत्र गकारस्य स्थाने ककारः आयाति. आहत्य नी उपसर्गपूर्वकः योज् इत्यस्य रूपं योग् भवति, पश्चात् योक् भवति. योक् योगः स्यति इति रूपम् अस्ति तत्र. ककारः इण्कोः वर्णः, अतः आदेशप्रत्ययोः इत्यनेन षत्वं भवति, तेन योक्ष्यति इति रूपं सिद्ध्यति. अपि च अत्र योत्स्य इति दत्तमस्ति. योत्स्य इति तत्रापि लृट्लकाररूपम् अस्ति. शुभदा भगिनी, भवती वक्तुम् इच्छति वा? प्रयत्नं करोमि भगिनि. युज् योगः स्य, अत्र युज् योगः स्य इति स्य इति लृट्लकारस्य रूपं. तत्र युज् इति उदुपदधातुः, अतः पुगन्तलघुपदस्य च इत्यनेन तस्य गुणः भूत्वा योज् इति भवति. योज् योगः स्य. तदनन्तरं तत्र चोः कुः इत्यनेन अत्र आदौ सन्धिकार्यमस्ति. सन्धिकार्यस्य प्रसङ्गे वक्तुमिच्छति वा? योज् योगः स्य इति भवति, जकारस्य किं भवति अहं चिन्तयामि, गकारः वा, परन्तु तत्र योत्स्य, अत्र योत्स्य इति मन्यसे इति लिखितमस्ति खलु? आं भगिनि. अत्र धातुः युद्ध धातुः. ओ अस्तु अस्तु, हा हा. युद्ध धातुः आत्मनेपदी धातुः, तस्य लटीरूपं युध्यते. दिवादिगणे अस्ति इति कारणतः युध्याते इति रूपं तत्र लटीरूपम् अस्ति. आत्मनेपदी धातुः अस्ति इति कारणतः योत्स्ये, उत्तमपुरुषे एकवचनरूपं योत्स्ये, तत्र सन्धिकार्यम् अस्ति. वक्तुमिच्छति वा? आमां भगिनि, अधुना अवगतवती, क्षम्यताम्. अहं धातुः एव तत्र दोषः आसीत्, युज् इति धातुः अहं कृतवती, क्षम्यतां. युध् इति धातुः, तस्य स्य इति प्रत्ययः. युध् तस्य योध् इति भवति, योध् योगः स्य. तस्य धकारस्य अपरे सकारः अस्ति इति कृत्वा धकारस्य चर्त्वे कृते योत् इति भवति, योत् योत् योगः स्य, योत्स्य इति भवति. तदनन्तरं योत्स्य इति अत्र भो भगो अघो अपूर्वस्य योषि इत्यनेन तस्य चिन्तनं किमर्थमस्ति? न न नास्ति नास्ति, विसर्गः नास्ति. योत्स्य इति योत्स्ये भवति खलु? योत्स्ये इति रूपसाधनवेलायां किं भवति इति भवती उक्तवती. योत्स्य इति इत्यत्र द्वयोर्मध्ये सन्धिकार्यमस्ति. पदद्वयं किं? योत्स्ये इति रूपमस्ति. तत्र सन्धिकार्यं किम्? एकार इकारयोः मध्ये एचोयवायावः इति सूत्रेण यान्तवान्तादेशसन्धिः भूत्वा तत्र अय् आदेशः भवति. पश्चात् लोपः शाकल्यस्य इति सूत्रेण तत्र यकारलोपः अपि भवति. योत्स्य इति रूपं तत्र सिद्ध्यति. इतोपि स्पष्टतया वक्तुमिच्छामश्चेत् का वक्तुमिच्छति? तत्र लोपः शाकल्यस्य कार्यमस्ति, एचोयवायावः इति सूत्रद्वयेन तत्र कार्यं भूत्वा योत्स्य इति रूपं सिद्ध्यति. गोमती भगिनी स्मरयति वा? भगिनी यदा भगिनी उक्तवती तदेव अहं पुनः वदामि. योत्स्ये इति अस्ति, अत्र एकारः अस्ति पूर्वं, परम् अच् अस्ति, अतः एचोयवायावः इति सूत्रेण यान्तवान्त आदेशसन्धि भूत्वा योत्स्यय इति भवति. सो योत्स्ययति इति भवति. इति भवति. अनन्तरं लोपः शाकल्यस्य आगच्छति. लोपः शाकल्यस्य वदति पूर्वम् अश् परम् अश् अस्ति, अश् प्रत्याहारवर्णः, पूर्वम् आवर्णः अस्ति चेत् तस्य यकारवकारस्य लोपः भवति इति लोपः शाकल्यस्य वदति. अतः अत्र अय् इति यकारः अस्ति न, तस्य लोपः भूत्वा योत्स्य इति भवति. तत्तु पूर्वत्र त्रिपाद्यामस्ति. अतः प्रकृतिभावरूपेण अनन्तरम् आद्गुणः इति सूत्रेण गुणकार्यं न भवति, योत्स्य इति तिष्ठति. योत्स्य इति अपि एकं रूपमस्ति. उत्तमम्. अत्र लोपः शाकल्यस्य इति सूत्रेण यकारलोपं कृत्वा अस्मिन् श्लोके दत्तमस्ति. रूपद्वयं सिद्ध्यति, लोपः शाकल्यस्य, शाकल्यस्य इति उक्तमस्ति इति कारणतः वैयाकरणस्य नाम अस्ति शाकल्यः. अतः तादृशं नाम सूत्रेषु अस्ति चेत् तत्र विकल्पेन रूपद्वयं सिद्ध्यति इति अवगन्तुं शक्नुमः. यकाररहितं रूपं दत्तमस्ति. अपि च शुभदा भगिन्या उक्तमेव, युद्धधातोः रूपं योत्स्ये, लटीरूपं युध्यते. युद्ध उदुपधधातुः, भुगन्तलघुपधस्य च इति सूत्रेण स्याप्रत्ययं निमित्तीकृत्य गुणकार्यं भूत्वा युद्धयोध् भवति. योध्ययोगः स्यति इति स्थितिः अस्ति. तत्र चर्त्वं खरि च सूत्रेण भवति, भूत्वा धकारस्य स्थाने तकारादेशः भवति इति कृत्वा योत्स्ये इति रूपमस्ति. उत्तमपुरुषे एकवचनरूपम् इदम्. पश्यन्तु अस्मिन् श्लोके प्रकृतिः त्वां नियोक्ष्यति इति लिखितमस्ति. श्लोकस्य अर्थप्रसङ्गे वदन्ती अस्मि, प्रकृतिः त्वां नियोक्ष्यति इति लिखितमस्ति. अहम् अन्वयं पठितवती, तदर्थं वदन्ती अस्मि. यदि त्वम् अहङ्कारम् आश्रित्य न योत्स्ये इति मन्यसे तर्हि प्रकृतिः त्वां नियोक्ष्यति. तत्र प्रकृतिः इत्युक्ते क्षत्रियहेतुभूता प्रकृतिः भवती. क्षत्रियहेतुभूता प्रकृतिः अस्ति. यद्यपि भवान् न योद्धुमिच्छति तथापि अवश्यं प्रकृतिः भवन्तं नियोक्ष्यति इति अर्थः अस्ति. इत्युक्ते भवती क्षत्रियहेतुभूता प्रकृतिः अस्ति एव, अतः भवान् अवश्यं युद्धं करोति एव. यद्यपि भवान् कर्तुं न इच्छति चेदपि भवान् करोति एव इति तत्र अर्थः अस्ति इति मम चिन्तनम्. अरविन्दमहोदय कृपया वदतु. एतत् उक्तं तत् समीचीनमेव. प्रकृतेरन्यतो भावो न कथञ्चित् भविष्यति इति सामान्यनियममस्ति. वस्तुना वस्तुतन्त्रं तदस्ति यत्र वस्तुना स्वरूपं कदापि न त्यजति इति कृत्वा वस्तु यतावत् सर्वथा अनुमेयं भवति इति साधारणनियमत्वेन भूतवस्तूनां पृथक् स्वभावमस्ति इति कृत्वा तत् स्वभावम् अवश्यं यदि इच्छसि चेदपि न इच्छसि चेदपि तस्य प्रसक्तिः अस्ति इति कृत्वा यदि त्वं युद्धं कर्तुं न इच्छति चेदपि क्षत्रियजातः इति कृत्वा क्षत्रियत्वं वर्तते इति कारणेन तस्य प्रकटनं अवश्यं भवेत् इति कृत्वा मोहाभूतमत् भव इति कृष्णं वदति अर्जुनं प्रति. उत्तमं. पश्यन्तु पदानि कीदृशसुन्दराणि भवन्ति संस्कृतभाषायां. स्वभावः इत्युक्ते स्वस्य भावः. सहजम् इति वदामः, सह जायते इति सहज. सह जायते, इट् केम् अलाङ्ग् वित् यु आर् बोर्न् वित् इट्. सह जायते इति सहजं. दर्शना भगिनी वदतु. स्वभावस्तु प्रवर्तते इति अस्ति किल पञ्चमे अध्याये, पञ्चमतमे अध्याये. स्वभावस्तु प्रवर्तते, स्वभावः तु प्रवर्तते. उत्तमं. प्रकृतिः त्वां नियोक्ष्यति इति अत्र वार्ता अस्ति. अरविन्द महोदय अग्रिमे श्लोके रुटिरूपं किं वदतु. स्वभावजेन कौन्तेय निबद्ध स्वेन कर्मणा कर्तुं नेच्छसि यन्मोहात् करिष्यसि अवशोऽपि तत्। तत्र लट् रूपम् अस्ति करिष्यसि, करिष्यस् यद्मोहात् करिष्यसि, करिष्यस्य अवश्य तत्र सन्ति इति कृत्वा तस्य करिष्यसि तत्र एव अस्ति न, तदेव लट्लकार अस्ति तत्र। रूपं साधयितुमिच्छति वा? कृ धातु अस्ति इति इडागमस्य प्रसक्तिः अस्ति, लृट् लकारस्य कृते स्यदासि लटो इति स्यति इति सिद्धप्रत्ययः अस्ति। इडागमेन अर्धधातुकप्रक्रियाम् अस्ति, सर्वधातुक अर्धधातुक इति कारणेन गुणं भूत्वा कर् भवति, करि कर् योगः ई योगः स्यति इति करिष्यति। तत्र इम्कोः इति सूत्रेण सकारस्य षकारम् अपि भवति इति कारणतः करिष्यसि इति अन्तिमरूपम्। उत्तमम्। आदेशप्रत्ययोः इति सूत्रे इण्कोः इत्यस्य अनुवृत्तिः अस्ति इति तत्र स्मर्तव्यः अंशः। इण्कोः इति एकं सूत्रमस्ति, आदेशप्रत्ययोः इति भिन्नं सूत्रमस्ति। आदेशप्रत्ययोः इत्यस्मिन् सूत्रे इण्कोः इत्यस्य अनुवृत्तिः अस्ति। क्रूधातुः अनिट् धातुः एव, किन्तु अत्र इडागमः किमर्थं दृश्यते इत्युक्ते विशिष्टसूत्रेण रुद्धनोः स्ये इति सूत्रेण अत्र इडागमः भवति। श्लोकार्थः कः इति अहं दृष्टवती। भवान् अविवेकेन युद्धं न कर्तुमिच्छति चेत् तर्हि पूर्वकर्मसंस्कारानुगुणम् अवशः भूत्वा त्वं युद्धं करिष्यसि एव। पूर्वकर्मसंस्कारानुगुणम् अवशः भूत्वा, पश्यन्तु अवशः भूत्वा इत्युक्ते किम्? महोदय वदतु, अवशः भूत्वा इत्युक्ते? वशं नास्ति इति अवशः अवस्था अस्ति इति इच्छा, इच्छसि चेत् अपि न तस्य वासना प्रेरितं भूत्वा अवशः भवति। तत् कारणतः इच्छा अस्ति चेदपि, न कर्तुम् इच्छा अस्ति चेदपि तस्य प्रभावेन, वासनाप्रभावेन युद्धम् अवश्यं करिष्यसि। वदतु भगिनि। वशस्य अभावः नैतत्पुरुषः, अवशः भूत्वा त्वं युद्धं करिष्यसि एव। स्वभावजेन स्वेन कर्मणा निबद्धः, स्वभावजेन स्वेन कर्मणा भवान् निबद्धः। स्वभावजम् एन स्वभावजेन। उत्तमम्। स्वभावजेन स्वेन कर्मणा निबद्धः, यत् कर्तुं न इच्छसि तत् मोहात् अवशः भूत्वा करिष्यसि एव। तत्र पदद्वये स्व यस्य प्रसक्ति इति, स्वभावजेन तत्रापि स्व स्वम् इत्य प्रसक्ति अस्ति, स्वेन कर्मण तत्रापि स्वेन इति, तत्रापि स्वम् इति पदं तथा एव तत् स्वेनापि निष्पन्नं भवति न। स्वभावच स्व स्वभावच स्व स्वस्य भावः स्वभावः, स्वेन तत्रापि स्वम् इति अस्ति। द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति। कर्म इति पदमस्ति खलु, तृतीयान्तं रूपं स्वीकृतमस्ति, तत्र स्वभावजेन स्वेन कर्मणा द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति। स्वभावजं कर्म, स्वभावज इत्यत्र उपपदसमासः अस्ति। स्वभावतः जायते इति वक्तव्यं भवति, जायते इति स्वभावतः जातम् इति जातं भवति न। तत्र पङ्कजम् इति अस्ति खलु, पङ्कजम् इत्युक्ते पङ्के जायते अथवा पङ्कात् जायते। कर्म कीदृशं? स्वभावजन्यं कर्म। स्वभावजन्यं कर्म, तदेव अस्तु। किञ्चित् वक्तुमिच्छामि भगिनि। वदतु। अद्य एव अहं श्रुतवती डाक्टर् सौम्या भगिन्याः सर्वाणि सर्वनामानि इति सूत्रस्य विवरणं। तत्र स्व इति शब्दः सर्वनामसंज्ञकः अस्ति इति एकं गणसूत्रमस्ति। सर्वादि सर्वनामानि इति मुख्यसूत्रे गणसूत्रमपि अस्ति। गणसूत्रं वदति स्वमज्ञादि धनाख्यानाम् इति. यदा स्व इति शब्दस्य अर्थः ज्ञाति अथवा बन्धुः अथवा धनम् इति नास्ति चेत् स्व इति आत्मा आत्मीयम् इति तस्य अर्थः भवति चेत् तस्य सर्वनामकसंज्ञः भवति. अतः स्व बहुवचनं प्रथमविभक्ति भवति स्वे स्वे स्वस्मै स्वस्मात् स्वस्मिन् इति रूपाणि भवन्ति. तृतीयविभक्तौ भिन्नरूपं नास्ति स्वेन एव, परन्तु प्रथम बहुवचनरूपं स्वे नाट् स्वाः. अनन्तरं चतुर्थी भवति स्वस्यै, अनन्तरं स्वस्मात् पञ्चमी स्वस्मिन् इति सप्तमी स्वेषाम् इति षष्ठी बहुवचनम् इति पञ्चस्थलेषु तस्य रूपं भिन्नं भवति यदा सर्वनामः संज्ञा अस्ति चेत्. स्वेन कर्मणा अत्र सर्वनामकसंज्ञा अस्ति. सम्यक् वा न भगिनि? किञ्चित् प्रेषयति वा भगिनी अस्मिन् प्रसङ्गे कक्षायाः अनन्तरं लिखित्वा प्रेषयति वा? संस्कृतेन करोमि करोमि करिष्यामि. नो चेत् भवती यदि उक्तवती अहं किञ्चित् उट्टङ्कनं कृत्वा प्रेषयामि. सर्वादीनि सर्वनामानि इति सूत्रस्य विषये यूट्यूब् मध्ये आल्मोस्ट् 2 hours रेकार्डिङ्ग् अस्ति भगिनि. उत्तमम्. स्व इत्यस्य प्रसङ्गे रूपाणि अस्माभिः ज्ञातव्यानि, स्व इत्यस्य सर्वनामसंज्ञा कथं भवति इति अपि अस्माभिः ज्ञातव्यमेव. अस्तु, अग्रे सरेम. इदानीम् अरविन्द महोदय भवानेव वदतु. इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्, इदम् अस्ति मदपि मे भविष्यति पुनर्धनम्. तत्र प्राप्स्ये इति एकम् अस्ति उत्तमपुरुष एकवचने इति चिन्तयामि. भविष्यति न भविष्यति तत्र प्रथमपुरुष एकवचनमिति. भविष्यति इत्यत्र किमपि नास्ति. प्राप्स्ये इत्यपि सरलमेव. वदतु प्राप्स्ये. प्रा उपसर्ग आप् धातु इति अनिट् अस्ति इति कृत्वा इडागमः न भवति. प्राप्योग प्रा आप्योग आप्योग स्यत् स्ये इति मध्यम उत्तमपुरुष एकवचने अस्ति इति कृत्वा ए स्ये इति एव प्रत्यय सिद्धप्रत्ययः इति सरलमस्ति. तत् इतोपि आप् धातुः परस्मैपदी अस्ति, किन्तु अत्र आप्स्य इति किमर्थं लिखितमस्ति? प्रा उपसर्गवशात्. उपसर्गः अस्ति. उपसर्गः अस्ति चेत् प्राप्नोति इति रूपं प्राप्नोति प्राप्नुमः. अत्र आर्षप्रयोगः इति दृष्टवन्तः वा? गीतायाम् आर्षप्रयोगः अपि सन्ति न भगिनि? सन्ति इति अहं चिन्तयामि. अहं न दृष्टवती. गीताधातुरूपावलिः इति एकं पुस्तकमस्ति, गीताधातुरूपावलिः. तस्मिन् पुस्तके आर्षप्रयोगाः दत्ताः, तस्मिन् पुस्तके लिखितम् अस्ति. इत्युक्ते अत्र आप् धातुः तु परस्मैपदी धातुः एव, तदर्थमेव आप्नोति प्राप्नोति प्राप्नुमः आप्नुमः एवं परस्मैपदीरूपाणि भवन्ति, किन्तु प्राप्स्ये इति दत्तमस्ति. श्लोकसङ्ख्या का भगिनी? मम पुस्तके तु श्लोकं नास्ति. सप्तमदशतमे अध्याये अस्ति. अरविन्दमहोदयेन यत् श्लोकः उक्तः. मम गीतासोपानपुस्तके कर्तुं नेच्छसि यन्मोहात् करिष्य सवशोऽपि तत् इति षड् 60th नम्बर् सूत्रमस्ति भगिनि. तस्मात् परं षोडशाध्याये 13 श्लोकः अस्ति. प्राप्स्ये मनोरथम् मध्ये अस्ति वा सः श्लोकः? 114 पेज् मध्ये अस्ति वा? नैव नैव नैव. मम पुस्तके अस्ति. मम पुस्तके अस्ति. मम पुस्तके नास्ति. मम पुस्तके अपि नास्ति. आन्लैन् वर्षन् मध्ये अस्ति. यूनिवर्सिटि हैदराबाद् वेब्सैट् इस् गिविङ्ग् प्रायोगः आप् कर्मणि लृट् उत्तमपुरुष एकवचन आत्मनेपति स्वादिगणे इति. किं वक्तुमिच्छामि इत्युक्ते अग्रिमे श्लोके प्राप्स्यसि इति रूपं दत्तमस्ति. प्राप्स्यसि इति रूपं साधु, किन्तु प्राप्स्ये इति रूपम् आर्षप्रयोगः इति अहं चिन्तयामि इति अहम् अपि मन्ये. किन्तु गीता धातुरूपावली मम हस्ते अस्ति इदानीम्. अत्र पुटसङ्ख्या 76 प्राप्स्ये इति धातोः प्रायोग आप्लु व्याप्तौ दृश्यतां 98 इदानीं दत्तमस्ति. अत्र आत्मनेपदित्वेन प्रयोगः आर्षः इति दत्तम्, आर्षप्रयोगः एव. धन्यवादाः. इदानीं दर्शना भगिनी अग्रिमे पुटे किम् अस्ति? एकषष्टितमश्लोकमस्ति. ईश्वरः सर्वभूतानां हृद्देशे अर्जुन तिष्ठति, रामयन् सर्वभूतानि यन्त्रारूढानि मायाः. तत्र लृप्रकारस्य प्रसङ्गः योजनं नास्ति इति मम पुरतः तु अन्यश्लोकः अस्ति इति कारणतः अग्रे गन्तव्यं. भवत्याः पुरतः भिन्नश्लोकः अस्ति वा? तमेव शरणं गच्छ अस्ति वा? They have changed the shlokas in the new printed version, Bhagini. What you and I are having is that Ayri Samaj uploaded the online version. Whereas the new books which have come out, they have changed the shlokas totally in this. Not totally, actually 16-second one is Visheshti Tama shloka. That is because you have a printed book. In the online book, which was an older version, older edition, these shlokas were not there. Agrime pute tu tameva sharanam gaccha sarvabhavena bharata iti shloka hati. Tadeva sti. Tatprasadat karam shanti sthanam prapsyati shashvatam. Atra api prapsyati asti. अत्र शाश्वतम् इति पदम् अस्ति, तस्य अर्थः कः? श्वः नास्ति इति. अहं चिन्तयामि शश्वत् इति पदात् शाश्वत इति रूपं सिद्ध्यति, तद्धितप्रत्ययान्तरूपम्. अन्यथा अपि श्वः नास्ति इति अर्थः इति, परन्तु तद्धितान्तः. उत्तमम्. अस्मिन् श्लोके इतोपि किं दत्तमस्ति? तत्प्रसादात् तत्प्रसादः इति समस्तपदमस्ति. तस्य प्रसादः इति वक्तव्यमस्ति. षष्ठी तत्पुरुषसमासः अस्ति तत्रापि. अपि च रूटीरूपं प्राप्स्यसि. अग्रे गन्तव्यं. शुभदा भगिनी वदतु. आढ्योऽभिजनवान् अस्मि, कोऽन्योऽस्ति सदृशो मया, यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः. अस्तु, आढ्योऽभिजनवान् अस्मि, अभिजनवान् अस्मि, कः अन्यः अस्ति सदृशः मया, यक्ष्ये दास्यामि मोदिष्य इति अज्ञानविमोहिताः. दास्यामि इति एकं लृट् लकारः अस्ति, मोदिष्य अपि अस्ति, यक्ष्ये तदेव. पश्यन्तु, दाधातोः लटिरूपं ददाति अस्ति, किन्तु लुटिरूपं दास्यामि अस्ति. इत्युक्ते लृट् लकारप्रसङ्गे धातुः कस्मिन् गणे अस्ति इत्यस्य चिन्तनम् अनावश्यकम्. धातुः दा अस्ति चेत् दास्यामि, पा अस्ति चेत् पास्यामि, एवमेव भवति. किन्तु दाधातोः लटीरूपं ददाति, पा धातोः लटीरूपं पिबति, तत्र भेदः अस्ति. आर्धधातुकप्रक्रियायां तत्र गणचिन्तनम् अनावश्यकम् इति स्मर्तुम् इदम् उदाहरणं स्मर्तव्यं. किमर्थं चेत् दाधातुतः ददाति लटीरूपं, दास्यामि लृटिरूपं, पा धातुतः पास्यामि किन्तु लटीरूपं पिबति अस्ति. इत्युक्ते सार्वधातुकप्रक्रियायां विशेषसूत्राणां द्वारा धात्वादेशाः भवन्ति इति कृत्वा भिन्नरूपाणि सिद्ध्यन्ति सार्वधातुकलकारेषु इति एका वार्ता दास्यामि इत्यत्र किमपि काठिन्यं नास्ति मोदिष्ये इत्यत्र किं भवति वदतु मोदिष्ये अपि तस्य मुद इति धातुः तस् मुद इति आत्मनेपदी धातुः मुद इति हर्षे इति अर्थे तस्य अकर्मकः अस्ति मोदिष्ये इति लुट् लकारे उत्तमपुरुषे प्रथम उत्तमपुरुषे एकवचने मोदिष्ये इति मोदिष्ये यो अपि च तदनन्तरम् इति अस्ति यथा वयं पूर्वं दृष्टवन्तः तदेव मोदिष्ये इति अत्र एचो यवायावः इत्यनेन मोदिष्यय इति भवति मुद् इति धातुः उदुपदधातुः अस्ति इति कारणतः पुगन्तलघुपदस्य च सूत्रेण स्या प्रत्ययं निमित्तीकृत्य गुणकार्यं भूत्वा मुद् मोद् भवति अपि च हलन्तधातवः सेटः अतः इडागमयोग्यः अयं धातुः अतः मुद् मोद् भवति मोद्योगः इस्ये इस्ये इत्यत्र सकारस्य षत्वं तावदेव खलु आं भगिनि तदनन्तरं मोदिष्ये तदनन्तरम् इति अस्ति खलु तत् यथा भवती उक्तवती मुद् योगः स्ये इति अस्ति तस्य पुगन्तलघुपदस्य च इत्यनेन मोद् भूत्वा अपि च तस्य इडागमः भवति अतः मोद् इ योगः स्ये मोदिष्ये इति भवति आदेशप्रत्यययोः इत्यनेन मोदिष्ये इति भवति मोदिष्ये तदनन्तरम् इति तत्र एचो यवायावः इत्यनेन मोदिष्यय इति भवति तदनन्तरं लोपशाकल्यस्य इत्यनेन यकारस्य विकल्पेन लोपः भूत्वा मोदिष्य इति भवति विकल्पेन मोदिष्ययिति इति भवति परन्तु तत् रूपं तु अत्र नास्ति मोदिष्य इति एव अस्ति दास्यामि तु भवती एव उक्तवती तत्र लृट् लकारे उत्तमपुरुषे एकवचनं दास्यामि इति यक्ष्ये इति धातुः किमस्ति यज् धातोः रूपं यजते इति अस्ति इति कारणतः यक्ष्ये इति लृटिरूपम् अस्ति यज् धातुतः यक्ष्ये भवितुं वक्तुमिच्छति वा आं भगिनि यज् धातुः योगः स्ये तत्र चुहोकुः इत्यनेन यग् इति भवति प्रथमं तु तदनन्तरं गकारस्य चर्त्वे यक् इति भवति स प्रत्ययः सकारे परे अतः यक् योगः स्ये यक्स्ये इति भवति परन्तु आदेशप्रत्यययोः इत्यनेन पूर्वं ककारः अस्ति इत्यनेन सकारस्य मूर्धन्यषकारः भूत्वा यक् योगः श्ये इति भवति अतः यक्ष्ये इति तस्य अन्तिमरूपं निष्पन्नं तत्र चिन्तनं किञ्चित् भिन्नम् अस्ति अत्र यज् धातुः अस्ति खलु यज् धातोः प्रसङ्गः व्रश्च भ्रश्च सृज मृज यज राज भ्राज छशांशः इति सूत्रे अस्ति व्रश्च भ्रश्च इति सूत्रे यज् धातुः साक्षात् उक्तमस्ति इति कृत्वा व्रश्च भ्रश्च सृज मृज यज राज भ्राज छशांशः इति सूत्रेण यज् इत्यस्य जकारस्य षकारः भवति आदौ एव यज् इत्यस्य रूपं यश् भवति इत्युक्ते तस्मिन् सूत्रे एव यज् इति धातुः उक्तमस्ति इति कृत्वा तेन विशिष्टसूत्रेण जकारस्य षत्वं भवति यज् यश् भवति पश्चात् षढोः कहसि सूत्रेण यश् यक् भवति यक् भवति चेत् आदेशप्रत्ययोः अत्र तु आढ्यः इति एकं पदमस्ति आढ्यः इत्युक्ते धनवान् धनी इति अर्थः धनी इति इनि प्रत्ययान्तरूपम् अस्ति अकारान्तप्रातिपदिकेभ्यः एव इनि प्रत्ययः भवति किन्तु मतुप्रत्ययान्तरूपाणां प्रसङ्गे तादृशनियमः नास्ति पुनः वदामि धनी इति इनि प्रत्ययान्तरूपं धनवान् इति मतुप्रत्ययान्तरूपम् अस्ति धनवान् इत्यत्र प्रातिपदिकं धनवत् मतुप्रत्ययः इनि प्रत्ययः द्वयोः अर्थः तु समानः किन्तु रूपं भिन्नम् अस्ति यस्य धनमस्ति सः धनी, यस्य यस्मिन् वा धनमस्ति सः धनवान्। तत्र इनि प्रत्ययः मत् प्रत्ययः द्वयोः अर्थः समानः, रूपं भिन्नं। सर्वेभ्यः प्रातिपदिकेभ्यः मत् प्रत्ययः विहितः भवति, किन्तु केवलम् अकारान्तप्रातिपदिकेभ्यः एव इनि प्रत्ययः भवति। यस्य धनमस्ति सः धनी, यस्य गुणः अस्ति सः गुणी, एवं रूपाणि भवन्ति धनी गुणी। स्वामी अपि अस्ति, स्वस्य भावः। स्वामी इति स्वामिन् नकारान्तपदमेव, किन्तु इनि प्रत्ययान्तरूपं वा द्रष्टव्यम्। सत्यं, यस्य रूपम् अस्ति सः रूपी, तत्र रूप इति अकारान्तप्रातिपदिकं, धन इति अकारान्तप्रातिपदिकम्। अतः अकारान्तप्रातिपदिकेभ्यः एव इनि प्रत्ययः भवति इति स्मर्तव्यः अंशः। ज्ञानाढ्यः वदामश्चेत् तर्हि तत्र ज्ञानस्य धनम् अस्ति इति। ज्ञानमेव धनाढ्य। आढ्यः इति रूपं कथा कथं सिद्ध्यति भगिनि? न जाने, द्रष्टव्यम्। कोऽपि वदतु, जानाति चेत्। आढ्यः, आढ्यः अभिजनवान् अस्मि, को अन्यः अस्ति सदृशो मया। अत्र बहुत्र विसर्गसन्धिकार्याणि सन्ति खलु अस्मिन् श्लोके? आं भगिनि, अग्रे गन्तव्यं। सूरिकुमारी भगिनी अग्रे वदतु। भगिनी, अहं वाचस्पतयं तत् एकं वेब्सैट् अस्ति खलु भवती दत्तवती पूर्वं, तत्र अहं पश्यन्ती अस्मि। तत्र लिखितमस्ति आढ्यः इत्युक्ते आढ्यः नाम युक्ते इति, युक्ते विशिष्टे सम्पन्ने इति, धनिनी च। चत्वारः अर्थाः सन्ति, युक्ते विशिष्टे सम्पन्ने धनिनी च, युक्ते धनाढ्यः पुण्याढ्यः विनयाढ्यः सम्पन्नः सम्पद्युक्तः इति दत्तमस्ति अत्र। इत्युक्ते युक्त इति अर्थे, विशिष्टे इति अर्थे। अस्तु, चत्वारः अर्थाः सन्ति इति। युक्ते विशिष्टे सम्पन्ने धनिनि च। अस्तु, उत्तमम्। लोके साधारणतया सम्पन्नः इत्युक्ते धनी इत्यस्मिन् अर्थे वदामः खलु, एवमेव आढ्यः इत्युक्ते धनवान् इति अहं चिन्तितवती। चत्वारः अर्थाः सन्ति। ध्येय धातोः रूपं वा? अस्तु, टौक्र गतौ बहुलात् आटौ कृते टौक्र गतौ बहुलात् ध्यः धनवान् इत्यमरः युक्तः विशिष्टः अन्वितः एतानि अर्थानि अपि सन्ति। आटौकते इति रूपमस्ति आत्मनेपदे, तौक्र इति धातु गत्यर्थधातु अस्ति, बहुलकात् ध्या इति। यथा भवती उक्तवती आ योगः ध्यै इति धातुः, अत्र धातुः कः इति चिन्तनीयम्। ध्यै इति धातुः दत्तमस्ति भगिनि, ध्यै, आ योगः ध्यै। अस्तु, अहमपि सम्यक् न जानामि। अस्तु, अग्रे सरेम, किञ्चित् पठित्वा समापयामः। सूर्यकुमारी भगिनी भवती पठतु, अग्रे किं लिखितम्? सर्वगृह्यतं भूयः शृणु मे परं वचः, इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्। सर्वगृह्यतं भूयः शृणु मे परं वचः, इष्टोऽसि मे दृढमिति ततो वक्ष्यामि, लुट्लकार वक्ष्यामि ते हितम्। वक्ष्यामि अत्र योगः वद् अस्ति वा? वच् मम भगिनि। उत्तमम्। स्या शोः कुः वक् भवति, वक्योगः स्या वक्ष्या वक्ष्यामि उत्तमपुरुष एकवचनम्। उत्तमम्। तत्र चोहकुः कार्यमस्ति, पश्चात् आदेशप्रत्ययोः सूत्रेण कार्यमस्ति, वच् वक् भवति, पश्चात् आदेशप्रत्ययोः इत्यनेन षत्वं भूत्वा ककारषकारयोः संयुक्तं रूपम् एव क्ष। तत्र वद् धातुः अस्ति चेत् वदिष्यामि इति भवति। अग्रे करोतु। मन्यना भव मद्भक्तो मध्याजी मां नमस्कुरु मामे वैश्यासि सत्यन्ते प्रतिजाने प्रियोऽसि मे मामे वैश्यामि माम् एव वृद्धिसन्धि कार्यमस्ति माम् एव एष्यसि एष्यसि इति रूपमस्ति तत्र वृद्धिसन्धिकार्यं भूत्वा मामे वैष्यसि इति रूपं भवति अत्र एष्यसि इति रूपम् ई धातोः रूपं साधयतु ई धातु ई योगः स्यात् भगिनि ई धातुः गत्यर्थकधातुः एकः अस्ति ई धातोः रूपमेव एति अदादिगणे अस्ति इति कारणतः ई धातोः रूपम् एति लटिरूपम् एति अत्र एष्यसि इति दत्तमस्ति वदतु एष्यसि ई योगः स्यात् इगुपदधातु ये भवति अर्धधातुकप्रत्यय परे अस्ति चेत् ये योगः स्यात् आदेशप्रत्ययोः इति सूत्रेण सकार षकार भवति एष्य एव योगः एव योगः एष्यसि इति रूपं सुलभमेव तत्र किमपि काठिन्यं नास्ति धातुः ई अस्ति स्याप्रत्ययं निमित्तीकृत्य ई इति धातौ गुणकार्यं सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं भूत्वा ई ये भवति एकारः अपि इण् प्रत्याहारस्थवर्णः अतः षत्वं तेन एष्यसि इति रूपं सिध्यति अत्र वृद्धिसन्धिकार्यम् अस्ति उत्तमम् एष्यति इत्यत्र धातुः तु गत्यर्थकधातुः एव अत्र तु एष्यति इत्युक्ते प्राप्नोति अधिगच्छति इति अर्थः अस्मिन् श्लोके अस्ति माम् एव एष्यसि इति वाक्यं माम् एव एष्यति इत्युक्ते माम् एव अधिगच्छति माम् एव प्राप्नोति इति अर्थः अस्ति अत्र अस्मिन् श्लोके मन्मनाः इति पदमस्ति मन्मनाः इति अस्माकं कृते नूतनं पदं मयि मनः यस्य सः इति विग्रहवाक्यं मयि मनः यस्य सः मन्मनाः अत्र पश्यन्तु मन्मनाः इति एकवचनरूपं रूपाणि किञ्चित् विशिष्टानि भवन्ति मन्मनाः इति एकवचनरूपमस्ति सुमनाः मन्मनाः दुर्मनाः विमनाः अभिमनाः ईदृशानि पदानि सन्ति इमानि पदानि एकवचनरूपाणि तत्र रूपाणि कथं भवन्ति सुमनाः सुमनसौ सुमनसः एवं रूपाणि भवन्ति प्रथमाविभक्ति एकवचनरूपम् ईदृशं भवति मनस् इति प्रातिपदिकमस्ति तत्र सकारान्तप्रातिपदिकं मनस् योगः मन्मनाः इत्यस्मिन् पदे बहुव्रीहिसमासः अस्ति समस्तपदमस्ति मयि मनः यस्य सः इति विग्रहवाक्यं पुनः मारयामि मनस् इति सकारान्तप्रातिपदिकम् अपि च नपुंसकलिङ्गपदं तथापि अत्र मन्मनाः इति पदं पुंलिङ्गपदम् इत्युक्ते बहुव्रीहिसमासयुक्तपदेषु लिङ्गपरिवर्तनं दृश्यते मयि मनः यस्य सः इति विग्रहवाक्यं बहुव्रीहिसमासः अस्ति एकं पदं दृष्टवती नामधातुतः निर्मितं पदं तत्पदं विमनायते इति एकं पदम् अस्ति सुन्दरकल्याण महोदयः प्रेषितवान् विमनायते इति एकं पदम् अस्ति नामधातुतः निर्मितं पदं विमनाः इति सुबन्तपदम् अस्ति विमनस् इति सुबन्तप्रातिपदिकमस्ति विमनस् इति सुबन्तप्रातिपदिकं तस्मात् प्रातिपदिकात् क्यङ् इति एकः प्रत्ययः अस्ति तेन प्रत्ययेन नूतनधातोः निर्माणं भवति विमनाय इति नूतनधातुः क्यङ् इति प्रत्यये ञकारहितसंज्ञकः अस्ति इति कारणतः अनुदात्तनित आत्मनेपदम् इति सूत्रेण तत्र आत्मनेपदसंज्ञकप्रत्ययाः एव आयान्ति इति कारणतः विमनायते तस्य अर्थः तु बहु उत्तमः अस्ति तादृशानि पदानि दुर्मनायते विमनायते सुमनायते अभिमनायते एवम् अन्यानि पदानि अपि तत्र सन्ति मद्भक्तः इत्यत्रापि षष्ठी तत्पुरुषसमासः अस्ति. मम भक्तः इतोपि किञ्चिदेव अस्ति. रोहिणी भगिनी भवती पठतु. मम एकः संशयः अस्ति भगिनि, अत्र इणगतौ इति धातुः अस्ति, तत् इगन्धधातुः अस्ति वा यद् उभधा धातुः अस्ति अस्ति वा? इगन्धधातुः अस्ति न इगन्तधातुः, तदेव सार्वधातुक अर्धधातुयोः इति सूत्रं कार्यं करोति. उत्तमं. तो यत् निष्कासनानन्तरम् एव उभधाकः उभधा का अन्ते वर्णः कः इति द्रष्टव्यम्. आम् अस्तु, तदेव अहं द्रष्टुमिच्छामि. इति संज्ञकवर्णानां लोपकार्यानन्तरमेव लौकिकधातुः सिध्यति. अस्मिन् धातौ इत् संज्ञकवर्णः कः? ई धातौ इणुगतौ नकारः अस्ति हलन्त्यम् इति सूत्रेण. इत् संज्ञकवर्णः नकारः अस्ति. इणुगतौ अदादिगणीयधातुः. उत्तमम्. ई धातुः अदादिगणे अन्यधातुः अस्ति, किन्तु तस्य अर्थः भिन्नः खलु. अध्ययनम् इति अर्थे भवति अधियुक्त ई रूपमेव भवति तत् सः धातुः. तदेव अदादिगणीयधातुः एव, किन्तु तत्र अर्थभेदः दृश्यते. मद्याजि इति पदमस्ति खलु, मद्याजि नकारान्तप्रातिपदिकमस्ति, याजिन् इति प्रातिपदिकमस्ति, तत्रापि उपपदसमासः इति पठितं. मां यजते इति मद्याजि. अस्तु, अग्रे सरेम. सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज. रोहिणी भगिनी वदतु. सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज, अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः. मोक्षयिष्यामि मुञ्चुधातोः रूपं रूपसिद्धि कथमिति न जानामि. मुञ्चु मोक्ष भवति. धातुः चुरादिगणे अस्ति भगिनि, निजन्तधातुः भवति. मोक्षयिष्यामि सुलभमेव, अग्रे पठतु भगिनि. एकनिमिषं, मद्याजी अत्र लिखितं ताच्छीलिके कर्तरि णिनि उपपदसमासश्च, परन्तु ताच्छीलिके इत्यस्य अर्थः कः भगिनि? तादृशं शीलं यस्मिन् अस्ति सः. चाट् मध्ये कृपया प्रेषयतु गोमती भगिनि. एल्सेण्ड्. रोहिणी भगिनी भवती पठतु अग्रे. यत्र काले त्वनावृत्तिम् आवृत्तिं चैव योगिनः, प्रयाता यान्ति तं कालं वक्ष्यामि वरदर्षभ. वक्ष्यामि वच् धातुः, वचियोग स्यायोग उत्तमपुरुष प्रथम एकवचनरूपं. नि वच् सा चोकुः इति सूत्रेण चकारस्य कुत्तं भवति. सकारस्य षत्वमपि भवति आदेशप्रत्ययोः इति सूत्रेण. वक्ष्यामि इति प्रयाता यान्ति इति रूपमस्ति खलु. प्रयाता यान्ति इत्यत्र विसर्गलोपः भवति. प्रयाताः यान्ति. याताः इति रूपं किम् अस्ति? याता यातारौ यातारः. तृचिरूपं वा नो चेत् कृतान्तरूपं वा? कृतान्त. प्राव उपसर्गपूर्वकः या धातुतः कृतान्तरूपम् इति मन्ये. यातारौ इति बहुवचनमस्ति. बहुवचनमस्ति, किन्तु अत्र कृतान्तरूपं वा नो चेत् तृचिरूपं वा? पुल्लिङ्गबहुवचनं कृतान्तरूपम्. प्रयाता इति स्त्रीलिङ्गमस्ति, पुल्लिङ्गे प्रयाता इति क्तान्त अस्ति, सा प्रत्ययन्तम् इति स्त्रीलिङ्गे अस्ति इति कृत्वा दीर्घाकारं दृश्यते. श्लोकार्थं पश्यामश्चेत् प्रयाताः इत्युक्ते मृताः इति अर्थः दत्तः. या धातोः रूपमेव याता, यानं, प्रयाणं, प्रयाणं ल्युडन्तमस्ति. अग्रे सरेम. गोमती भगिनी भवती कर्तुमिच्छति वा? सर्वधर्मान् परित्यज्य तदेव अस्ति न? तद् अभवत्, पश्चात् प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ इत्यपि अभवत्. मम पुस्तके नास्ति भगिनि, मम पुस्तके इदं ते नापसस्काय नाभक्ताय कदाचन, अनन्तरं न च शुश्रूषवे वाच्यं न च मां योऽभ्यसूयति य इवं परमं गुह्यं मत्थक्तेष्वभिधास्यति. तदेव अस्ति मम पुस्तके. ते श्लोकाः अत्र न सन्ति. अरविन्द महोदय भवान् करोतु. य इमं परमं गुह्यं मद्भक् तेष्व अभिधायस्यति अभिधास्यति भक्तिं मयि परां कृत्वा मामेवेष्यत्यसंशयः. तत्र अभिधास्यति एवं मामेव मामेवेष्यत्यसंशय तत्र तत्र लृट् नास्ति. तद् अभिधास्यति एव महोदय. एष्यति अपि अस्ति. यष्यति आम् सम्यक्. मामेव मामेवेष्यति असंशयः. अभिधास्यति इति अभि उपसर्गपूर्वक धा धातुत तस्य प्रथमपुरुष एकवचनं दास्यति इति अनिट् अस्ति कृत्वा इडागमनं दृश्यते तत्र धा धातु. एष्यति एष्यति तत्रापि एद् ई धातु इण् इणुगतु धातु इणुगतु धातु तत्र इडागमम् अस्ति. एष्यत् एष्यति इति स्यति तत्र इडागमस् इणुगतो धातु अस्ति. तदेव उत्तमपुरुष एकवचनम् अस्ति. एष्यति इति रूपम् अस्ति, तत्र सन्धिकार्यमस्ति इति कारणतः द्रष्टुं न शक्नुमः. एष्यति इति रूपम् अस्ति इन् गतौ धातोः रूपं. तत्र ई धातुः लौकिकधातुः. ई धातुः ई इत्यस्य गुणकार्यं भूत्वा ये भवति. ये इति वर्णः इण्कोः वर्णः इति कृत्वा षत्वं भवति. अतः एष्यति इति प्रथमपुरुष एकवचनरूपम् अस्ति. माम् एव एष्यति इति वार्ता. कः एष्यति? सः एष्यति. सः कः? इमं परमं गुह्यं मत्पक्ता श्रु अभिधास्यति. वृत्तिकार्यं न भवति किं? माम् एव एष्यति. ऐष्यति इति लिखितमस्ति खलु. पदविच्छेदं कुर्मः चेत् माम् एव एष्यति. माम् एव एष्यति तत्र मामेवैष्यति इति भवति. वृद्धिसन्धि अत्रापि अस्ति. पदं तु एष्यति एव. महोदयेन यदुक्तं तत् साधु. यः इदं परमं गुह्यं मद्भक्तेषु अभिधास्यति सः माम् एव एष्यति इति वार्ता. तत्र अभिधास्यति इति पदमस्ति खलु. अभिधास्यति इति पदस्य योगार्थः भिन्नः, किन्तु अत्र अर्थः तु यः वदिष्यति इति अर्थः अस्ति. इत्युक्ते यः भक्तः इदं परमं गुह्यं शास्त्रं मद्भक्तेषु वदिष्यति सः माम् एव एष्यति. इत्युक्ते सः माम् एव प्राप्नोति. अत्र एष्यति इत्यस्य अर्थः तु प्राप्नोति अथवा अधिगच्छति इति अर्थः एव अत्र अस्ति. सः मां प्राप्नोति इति वार्ता. अन्तिमः श्लोकः महोदय भवान् एव करोतु कृपया. इदं तु ते गुह्यतमं प्रवक्ष्याम्यम् अनसूयवे ज्ञानं विज्ञानसहितं ज्ञात्वा यज्ञात्वा मोक्षसे अशुभात्. मोक्षसे इति लट्लकारं तथैव अस्ति. अनसूयवे न तथैव अस्ति. एकमेव अस्ति न एकमेव अस्ति. अत्र धातुः मुच् धातुः अस्ति. मुच् धातुः अस्ति. मुच् मोक्ष मोक्षस्य. मुच् धातोः लटीरूपं किं भवति? मुञ्चति. मुञ्चति. लटीरूपेषु भिन्नसूत्राणि कार्यं कुर्वन्ति. मुच् धातुः उदुपदधातुः, अतः पुगन्तलघुपदस्य च इत्यनेन मोच् भवति. मोच् इत्यत्र चकारः अस्ति. चकारः अस्ति इति कारणतः चोहुकुः इति सूत्रेण मोच् मोक् भवति. मोक् योगः स्यसे इति रूपमस्ति. ककारः इन्कोः वर्णः, अतः आदेशप्रत्ययोः इत्यनेन षत्वं भूत्वा मोक्ष्यसे इति रूपं सिद्ध्यति. अपि च अस्मिन् श्लोके यज्ज्ञात्वा इति रूपमस्ति खलु, तत्रापि सन्धिकार्यद्वयमस्ति. वक्तुमिच्छति वा? यत् ज्ञात्वा तत् यत् इति जलाञ्जशन्ते इति तकारस्य दकारं भवति, तदनन्तरं खरी च यत् इत्यस्य रूपं यद् भवति. यद् भवति यदनन्तरं तस्य यत् यद् जकारः भवति न, जकारः भवति. उत्तमं. स्तोश्चुनाश्चुः इति सूत्रेण स्चुत्वं भूत्वा दकारस्य स्थाने जकारादेशः भवति इति कृत्वा यज्ज्ञात्वा अनसूयवे इति रूपमस्ति. तत्र प्रथमान्तं किम् भगिनि? एकनिमिषम्. इट्स् नाट् अनुसूयवे, इट् इस् अनसूयवे. न मम पुस्तके तु श्लोकं नास्ति. ऐ रिमेम्बर् एस् अनसूयवे. अनसूयवे इति साधु. अनसूयुः इति रूपमस्ति. तत्र नैस्मासः अस्ति खलु. असूया नास्ति, न असूया, अनसूया. तत्र विग्रहवाक्यं न विद्यते असूया यस्य सः, नै बहुव्रीहिसमासः इति वदामः. नै बहुव्रीहिसमासप्रसङ्गे विग्रहवाक्येषु विद्यते इति वक्तव्यं भवति. न विद्यते असूया यस्य सः. यस्य सः वा यस्मिन् सः वा? यस्य सः एव. न विद्यते असूया यस्य सः. तत्र नै बहुव्रीहिसमासः. अनसूयवे इति दत्तमस्ति. यथा गुरवे चतुर्थीरूपम्, अत्रापि अनसूयुः इति पदमस्ति. भवत्याः चिन्तनं किम्? अनुसूयवे इति नास्ति, अनुसूयुः, अनसूयवे. परन्तु प्रथमपुरुष एकवचनविभक्ति अनुसूयुः इति वा? गुरुः. परन्तु अनसूयुः इति भवितुमर्हति वा? अनसूयुः गुरुः, अनसूयवे गुरवे. असूया इति आकारान्तस्त्रीलिङ्गपदम्. आकारान्तस्त्रीलिङ्गपदं लताशब्दवत् असूया इति पदमस्ति. यस्य असूया नास्ति सा अनसूया खलु. तत्र अनसूयः इति अकारान्तपदं नास्ति. अनसूयुः भवति चेदेव अनसूयवे इति भवति. प्रत्ययः अस्ति चेदेव उकारान्तपदं सिद्ध्यति. ऐक्यम् अनैक्यम्, एकम् अनेकम् इव अत्रापि नुट् आगमः भवति. तस्मान् नुडचि इति सूत्रेण नुट् आगमः भवति इति कृत्वा अन्न. सत्यम् असत्यम् इत्यत्र तादृश नुट् आगमः न दृश्यते, किन्तु अनसूयुः इत्यत्र नुट् आगमः अस्ति. प्रथमान्तं पदं तु अनसूयुः भवेत् चेदेव तादृशं रूपं सिद्ध्यति. उत्तमं. श्लोकानां प्रसङ्गे किञ्चित् चिन्तनं कृतवन्तः. सर्वेषां कृते धन्यवादाः. धन्यवादः. धन्यवादः भगिनि. धन्यवादः भगिनि. नमस्कारः. नमस्ते.